द्वादशखण्डः। यतः इयम् अतिशयफला एषा ब्रह्मविद्या, अतः सा प्रकारान्तरेण अपि वक्तव्या इति गायत्री वा इत्यादि आरभ्यते। गायत्रीद्वारेण च उच्यते ब्रह्म। सर्वविशेषरहितस्य नेति नेति इत्यादि विशेषप्रतिषेधगम्यस्य दुर्बोधत्वात् सत्सु अनेके छन्दसु गायत्र्या एव ब्रह्मज्ञानद्वारते उपादानं प्राधान्यात्। सोमाहरणा तु इतरछन्दोक्षर आहरणेन इतरछन्दो व्याप्त्या च सर्वसमानव्यापकत्वात् च यज्ञे प्राधान्यं गायत्री। गायत्री सारत्वाच्च ब्राह्मणस्य मात्रमेव। हित्वा गुरुतरां गायत्रीं ततो अन्यद् गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति तस्याम् अत्यन्तगौरवस्य प्रसिद्धत्वात्। अतो गायत्रीमुखेनैव ब्रह्म उच्यते। गायत्री वा इदं सर्वं भूतम् इदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायत्री यात्रा इति च। गायत्री वा इति अवधारणार्थो वै शब्दः। इदं सर्वं भूतं प्राणिजातं यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्री एव। तस्याः छन्दोमात्रायाः सर्वभूतत्वम् अनुत्पन्नमिति गायत्रीकरणं वाचं शब्दरूपम् आपादयति गायत्रीं वाग्वै गायत्री इति। वाग्वा इदं सर्वं भूतं यस्मात् वाक् शब्दरूपा सति सर्वं भूतं गायति शब्द इति। असौ गौः असौ अश्वः इति चेत् प्रायते च रक्षति। अमुष्मा तु मा भैषीः किं ते भयम् उचितम् इत्यादिना सर्वतो भयात् निवर्त्यमानः वाचा त्रातस्य। यत् वाक् भूतं गायति च त्रायते च गायत्री एव तत् गायति च त्रायते च वाचः अनन्यत्वा तु गायत्र्यात्। गानात्राणाच्च गायत्र्यः गायत्रीत्वं यावै सा गायत्रीं वा सा येयं पृथिवी अस्यागं हि इदं सर्वं भूतं प्रतिष्ठितम् एतामेव नाधीयते। यावै सा इयं लक्षणा सर्वभूतरूपा गायत्रीं इयं वा सा येयं पृथिवी कथं पुनः इयं पृथिवी गायत्री इति उच्यते सर्वभूतसम्बन्धात्। कथं सर्वभूतसम्बन्धः? अस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गं च भूतं प्रतिष्ठितम् एतामेव पृथिवीं न अतिशीयते न अतिवर्तते इत्येतत्। यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्यः एवं भूतप्रतिष्ठाना तु भूतसम्बद्धा पृथिवी अथो गायत्री पृथिवी। या वै सा पृथिवीं वावसा यदिदम् अस्मिन् पुरुषे शरीरम् अस्मिन् हिमे प्राणः प्रतिष्ठिता एतदेव नातिशीयन्ते। या वै सा पृथिवी गायत्री इयं वावसा इदमेव तत् किम्? यदिदम् अस्मिन् पुरुषे कार्यकरणसङ्गाते जीवति शरीरं पार्थिवत्वात् शरीरस्य कथं शरीरस्य गायत्रीत्वमिति उच्यते अस्मिन् हि इमे प्राणाः भूतशब्दवाच्यः प्रतिष्ठितः। अतः पृथिवीवत् भूतशब्दवाच्यप्राणप्रतिष्ठानात् शरीरं गायत्री। एतदेव यस्मात् शरीरं न अतिशीयन्ते प्राणाः। यद्वै तत्पुरुषे शरीरम् इदं भावताद्यदिदम् अस्मिन् अन्तःपुरुषे उदयम् अस्मिन् हिमे प्राणाः प्रतिष्ठिताः एतदेव नाधीयन्ते। यद्वै तत्पुरुषे शरीरं गायत्री इदं भावततुं यदिदम् अस्मिन् अन्तः मध्ये पुरुषे हृदयं पुण्डरीकाख्यम् एतद् गायत्री कथमिति अहम् अस्मिन् हि इमे प्राणाः प्रतिष्ठितः अतः शरीरवत् गायत्री हृदि एतदेव च नाधीयन्ते प्राणाः। प्राणोः पिता प्राणो माता अहिंसं सर्वभूतानि इति श्रुतेः भूतशब्दवाच्याः प्राणः। सैषा चतुष्पदा षड्विधा गायत्री तदेतदृशाभ्यनुक्तं। सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्विध। वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति। वाक्प्राणयोः अन्यार्थनिर्दिष्टयोरपि गायत्री प्रकर्तुम् अन्यथा षड्विधसङ्ख्यापूर्ण अनुपत्तिः। तत् एतस्मिन् अर्थे एतद् गायत्र्याख्यं ब्रह्म गायत्री अनुगतं गायत्रीमुखेन उक्तं रुचा अपि मन्त्रेण अभ्यनुक्तं प्रकाशितं। तावानस्य महिमा ततो जायगं शुभूर्यः पादस्य सर्वाभूतानि त्रिपादस्यां तं दिवि इति। तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः। यावांश्चतुष्पाद्षड्विधश्च ब्रह्मणविकारः पादो गायत्री इति व्याख्यातः। अतः तस्माद्विकाररक्षणात् गायत्र्याख्यात् वाचारम्भणमात्रं ततो ज्ञायन् महत्तरश्च परमार्थसत्यरूपम् अविकारः पुरुषः सर्वपूर्णातो पुरिशयनाच्च तस्य अस्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि स्थावरजङ्गमानि त्रिपाद् त्रयः पादास्य स्वयं त्रिपाद् त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मनि अवस्थितम् इत्यर्थः इति यद्वै तद्ब्रह्म इति इदं वाव तद्योयं बहिर्दा पुरुषादाकाशो यो वै स बहिर्दा पुरुषादाकाशः यद्वै तत्त्रिपादमृतं गायत्रीमुखेन उक्तं ब्रह्मेति इदं वाव ततो इदमेव तत् योऽयं प्रसिद्धः बहिर्दा बहिः पुरुषादाकाशः भौतिको यो वै स बहिर्दा पुरुषादाकाशः उक्तः अयं वाव स योऽयम् अन्तःपुरुषाकाशो यो वै स्वन्तःपुरुषाकाशः अयं वाव सः योऽयम् अन्तः पुरुषे शरीरे आकाशः यो वै स्व अन्तःपुरुष आकाशः अयं वाव स वा योऽयम् अन्तर्हृदि आकाशः तदेतत्पूर्णम् अप्रवर्तिं पूर्णम् अप्रवर्तिनीगं श्रियं लभते इयं वेद अयं वाव सः योऽयम् अन्तर्हृदि हृदि पुण्डरीके आकाशः कथम् एकस्य आकाशस्य त्रिधा भेदः इति उच्यते बाह्य इन्द्रियविषये जागृतस्थाने नभसि दुःखबाहुल्यं दृश्यते ततः अन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति स्वप्नान् पश्यतो हृदयस्थे पुनः नभसि न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति अतः सर्वदुःखनिवृत्तिरूपम् आकाशं सुषुप्तस्थानम् अतो युक्तम् एकस्यापि त्रिधा भेदान् वाख्यानम् बहिर्दापुरुषादारभ्य आकाशस्य हृदि सङ्कोचकरणं चेतस्समाधानस्थानस्तुतै यथा त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते अर्धतस्तु कुरुक्षेत्रम् अर्धतस्तु पुदूदकम् इति तद्वत् तदेत हार्दाकाशाख्यं ब्रह्मपूर्णं सर्वगतं न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम् यद्यपि हृदयाकाशे चेतस्समाधीयते अप्रवर्ति न कुतश्चित् क्वचित् प्रवर्तितुं शीलमस्ति इति अप्रवर्ति तदनुच्छित्तिधर्मकं यथा अन्यानि भूतानि परिच्छिन्नानि उच्छित्तिधर्मकाणि न तथा हार्दं न भवति पूर्णं अप्रवर्तीनि अनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टम् य एवं यथोक्तं पूर्ण अप्रवृत्तिगुणं ब्रह्मवेदजानाति इहैव जीवन् तद्भावं प्रतिपद्यते इत्यर्थः इति द्वादशखण्डभाष्यं त्रयोदशखण्डः तस्य वा एतस्य हृदयस्य पञ्चदेवसुचयः स योऽस्य प्राणसुचिः स प्राणः तच्चक्षुः स आदित्यः तदेतत् तेजो अन्नाद्यमिति उपासीत तेजस्वी अन्नाद्भवति इयं वेद तस्यः वा इत्यादिना गायत्र्याख्यस्य ब्रह्मणः उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थम् आरभ्यते यथा लोके द्वारपालाः राज्ञः उपासनेन वशीकृतः राजप्राप्त्यर्थः भवन्ति तथा इहापि तस्य इति प्रकृतस्य हृदयस्य इत्यर्थः एतस्य अनन्तरनिर्दिष्टस्य पञ्चसङ्ख्याकाः देवानां शुचयः देवशुचयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवैः प्राणादित्यादिभिः रक्ष्यमाणानि इत्यतः देवसुचयः तस्य स्वर्गलोकभवनस्य हृदयस्य अस्य यः प्राणसुचिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः तत्स्थः तेन द्वारेण यः सञ्चरति वायुविशेषः स प्राग् अनिति इति प्राणः तेनैव सम्बद्धम् अव्यतिरिक्तं तच्चक्षुः ततैव स आदित्यः आदित्यो हवै बाह्यप्राणः इति श्रुतेः चक्षुरूपप्रतिष्ठाक्रमेण हृदि स्थितः स आदित्यः कस्मिन् प्रतिष्ठते इति चक्षुषी इत्यादिः वासने प्राणवायुदेवता एव हि एका चक्षुः आदित्यश्च सः श्रयिणि वक्ष्यति च प्राणाय स्वायेति उदम् अवि सर्वम् एतत् तर्पयति इति तदेत प्राणाख्यं स्वर्गलोकद्वारपालत्वा ब्रह्म स्वर्गलोकं प्रतिपित्सु तेजस्वी एतन् चक्षुरादित्यस्वरूपेण अन्नाद्यत्वाच्च सवितुः तेजः अन्नाद्यम् इति आभ्यां गुणाभ्याम् उपासीत् ततः तेजस्वी अन्नादश्च आमयावित्वरहितो भवति य एवं वेद तस्य एतद्गुणफलम् उपासनेन वशीकृतो द्वार्पः स्वर्गलोकप्राप्तिहेतुर्भवति इति मुख्यं च फलम् अथ योऽस्य दक्षिणसुचिः स व्यानः तच्छ्रोतृगं स चन्द्रमः तदेतच्छ्रीश्च यशश्चेति उपासीत श्रीमान् यस्मि भवति एवं वेद।